सरस्वती महाभागे विद्ये कमले लोचने विश्वरूपे विशालाक्षी विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति धातुविज्ञानं द्वितीय। प्रथमेकरपत्रे वयं दृष्टवन्तः तत्र धातुः पदनिर्माणार्थं तत्र प्रथमसोपाने इत्संज्ञकवर्णानां निष्कासनं, द्वितीयसोपानमस्ति तत्र चत्वारि प्राकृतिककार्याणि सन्ति येषां तत्र प्रसक्तिः धातुषु भवति, तेषां विषये कोऽपि निमित्तं तत्र आवश्यकं नास्ति। अतः अनुबन्धानां निष्कासनम् अनन्तरं तत्र एतेषां विषये, एतां सूत्राणां विषये, प्राकृतिककार्याणां विषये तत्र अवश्यं चिन्तनीयं, सम्भवति चेत् करणीयं, तत्र प्रसक्तिः नास्ति चेत् तत् अनुबन्धानां निष्कासनम् अनन्तरं यत् शब्दसमूहः तत्र शिष्यते तदेव लौकिकरूपं, धातुः लौकिकरूपं। तत्र प्राकृतिककार्याणां विषये तत्र यः प्रथमसूत्रम् अस्ति तदस्ति किं धातुवादेशः सः। सो धातोः आदिं वर्णः मूर्धन्यषकारः अस्ति चेत् तस्य सकारादेशः भवति, कोऽपि निमित्तम् आवश्यकं नास्ति, केवलं द्रष्टव्यं तत्र प्रथमवर्णः मूर्धन्यषकारः अस्ति चेत् तस्य सकारादेशः करणीयः। किं प्रयोजनम् एतस्य कार्यस्य, किं प्रयोजनम् इति चेत् किमर्थं महर्षिणा आदौ एव न तत्र सकारः स्थापितं, तत्र उपदिष्टदातुषु तत्र सकारादिधातवः अपि सन्ति, परन्तु ये षोपदेशदातुः तेषां विषये अनन्तरम् एकम् अन्यत् कार्यम् अपि भवति, यः सकारादेषु मूलसकारादेषु धातुषु न भवति, तदस्ति आदेशप्रत्ययोः इति सूत्रेण यत् कार्यं। सो आदेशप्रत्ययोः इति सूत्रेण तत्र इन्को वर्णे परे, इन्को वर्णः पूर्वे अस्ति तस्य परे आदेशरूपी सकारः अस्ति, यथा धातु आदेशः सः इति सूत्रेण यः सकारः आयाति सः आदेशरूपी सकारः, मूर्धन्यषकारस्य स्थाने सकारादेशः भवति। सो तादृशसकारस्य तत्र यदि तत्र पदनिर्माणसमये तत्र कस्मिंश्चित् सोपाने तत्र तादृशसकारस्य पूर्वे कोऽपि इन्को वर्णः आयाति चेत् तस्य पुनः मूर्धन्यषकारः भवति, अतः आदौ एव महर्षिणा सकारः न स्थापितम् शोपदेशधातुविषये। तथैव आदेशप्रत्ययोः इति सूत्रेण न केवलम् आदेशरूपी सकारस्य षकारादेशः भवति, परन्तु प्रत्ययस्य सकारस्य प्रत्ययस्य प्रथमवर्णः सकारः अस्ति चेत् तस्यापि तस्य पूर्वे कोऽपि इन्को वर्णः अस्ति चेत् तस्यापि मूर्धन्यषकारादेशः भवति। एतादृशः कार्यं वयं तत्र सुबन्धप्रकरणेषु तत्र प्रायः दृश्यते। तत्र सुप् इति प्रत्ययः अस्ति, तत्र सकारः आदिं वर्णः, प्रत्ययस्य सकारः तत्र कुत्रचित् इन्को परे तत्र शु भवति, तथैव तत्र लृट् लकारे तत्र स्य इति प्रत्ययः अस्ति, यदि स्य प्रत्ययस्य पूर्वे कोऽपि इन्को वर्णः तस्यापि श भवति, पठिष्यति, यदा तत्र इकारः आयाति तदा तत्र सकारस्य श भवति। सो आदेशप्रत्ययोः इति सूत्रेण तत्र कार्यं भवति, तदेव अस्ति प्रयोजनं धातु आदेशः सः सूत्रस्य प्रयोजनम् आदेशप्रत्ययो। द्वितीयसूत्रमस्ति नोणः, द्वितीयमेव नोणः, नोणः इति सूत्रेण अपि धातोः आदिं वर्णः मूर्धन्यनकारः अस्ति चेत् तस्य दन्त्यनकारादेशः भवति, अत्रापि समानप्रश्नं, किमर्थं महर्षि यज् तत्र सर्वेषां नोपदेशधातूनां तत्र अन्ततो गत्वा नकारः भवति, किमर्थं महर्षिणा तत्र धातुपाठे तत्र नकारः एव न स्थापितं? तत्रापि प्रयोजनम् अस्ति, मूर्धन्यनकारस्य तत्र प्रयोजनम् अस्ति. तत् सूत्रं किं? तत् सूत्रमस्ति किं सूत्रम्? नूनः सूत्रस्य प्रयोजनं कस्मिन् सूत्रे दृश्यते? नूनः सूत्रेण यत् कार्यं, तस्य सूत्रस्य प्रयोजनं कुत्र दृश्यते? किमर्थं महर्षिणा नूनः इति सूत्रं दत्तं? किमर्थं सः महर्षि आदौ एव तत्र दन्त्यनकारः न स्थापितं? पाणिनिधातुपाठः केन निर्मितं? महर्षिणा एव निर्मितं न? पाणिनिमहर्षिणा एव तत्र ये द्विसहस्रधातवः ते उपदिष्टधातवः, महर्षिणा एव उपदिष्ट तत् उपदेशं कृतम्. तत्र प्रश्नः आयाति यज् तत्र नोपदेशधातूनां दन्त्यनकारः तत्र भवति, किमर्थम् आदौ एव तत्र धातुपाठे नकारः न दत्तम्? तस्य विषये अपि वयं सूत्रमेकं पठितवन्तः न, उपसर्गात् असमासे अपि नोपदेशस्य. तत् सूत्रं किमर्थम् अस्मिन् प्रकरणे पठनीयम्? तत् उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रेण तत्र एतत् कार्यस्य नोणः इति सूत्रेण यत् कार्यं भवति, नकारादेशः भवति, तस्य प्रयोजनम् अत्र दृश्यते. तथैव धातु आदेशः सः इति सूत्रस्य प्रयोजनम् आदेशप्रत्ययोः इति सूत्रे तत्र दृश्यते. किमर्थं चेत् मूले यः सकारादिधातवः, मूले एव उपदिष्टसकारः अस्ति चेत् तस्य षकारः न भवति इन्कोपरे, केवलम् आदेशरूपी सकारः, धातोः यः आदेशरूपी सकारः तस्य एव षकारः भवति. अतः तत्र शोपदेशधातवः तत्र सन्ति धातुपाठे, तदेव प्रयोजनम्. तथैव नोणः विषये तत्र मनसि प्रश्नः आयाति, सर्वेषां नोपदेशधातूनाम् अन्ततो गत्वा तत्र प्रक्रियायां सिधा वाट् वी डू विद् द धातूस्, वि मेक् द पदास्, देट् इस् देयर् यूसेज्. बट् प्रक्रियायां तत्र सर्वदा तत्र नोपदेशधातूनां दन्त्यनकारः आदेशः करणीयः. सो मनसि प्रश्नः आयाति, किमर्थं महर्षिणा, वै हि वाण्टेड् दिस् एक्स्टेन्शन्, वै हि डिड् नाट् पुट् द दन्त्यनकारः आदौ एव सः, किमर्थं न स्थापितं? सो वी कुड् हेव् सेव्ड् फ्रोम् दिस् कार्य न, दिस् सूत्र वुड् हेव् बिन् वास् नाट् रिक्वैर्ड् दट् देन्. बट् वी सी देट् फार् दिस् कार्य, फार् नोपदेशधातुः तत्र एकं सूत्रम् अस्ति. सो उपसर्गात् असमासे अपि नोपदेशस्य, नोपदेशस्य धातोः यः दन्त्यनकारः अनेन सूत्रेण नो नः प्राकृतिकसूर्येण सूत्रेण यत् परिवर्तनम् अभवत्, कुत्रचित् सः पुनः तत्र मूर्धन्यनकारः भवति. किमर्थं चेत् तत्र यद्ये उपसर्गे णत्वकार्यस्य मूर्धन्यनकारकार्यस्य तत्र निमित्तम् अस्ति चेत् सः भिन्नपदं चेदपि तत्र मूर्धन्यनकारः पुनः आदेशः भवति. परन्तु ये मूले एव नकारादिधातवः, दन्त्यनकारादिधातवः, तेषां विषये णत्वकार्यं न भवति, यद्यप् निमित्तं भिन्नपदे अस्ति, उपसर्गस्य पदसंज्ञा अस्ति व्याकरणे. सो तद् भिन्नपदं नोपदेशधातुतः निर्मितं यः पदं, वेदर् देट् इस् अ तिङन्तपदम् आर् नामपदं, तद् भिन्नपदं. सो भिन्नपदे भिन्न एकस्मिन् पदे तत्र णत्वकार्यस्य निमित्तम्, अन्यस्मिन् पदे तत्र स्थानीवर्णः. सो कथं णत्वकार्यं तत्र करणीयं? किमर्थं चेत् रषभ्यां नूनः अपि च आट्कुप्वाङ्ग् एतयोः सूत्रयोः तत्र समानपदे एव कार्यं भवति. भिन्नभिन्नपदे एकस्मिन् पदे निमित्तं भवेत्, अन्यस्मिन् पदे स्थानी भवेत्, तथा न भवति तत्र. अतः यः नत्वकार्यं नत्वप्रकरणे यः मूर्धन्यनकारः दन्तनकारस्य स्थाने मूर्धन्यनकारः भवति तस्य कृते समानपदम् एकस्मिन् पदे निमित्तं स्थाने अस्ति चेदेव कार्यं। परन्तु एतत् सूत्रं किं वदति? उपसर्गात् असमासे अपि नोपदेशस्य। सो समासे असमासे उपसर्गः उपसर्गे नत्वकार्यस्य निमित्तं नत्वकार्यस्य निमित्तम् अस्ति रेफः अथवा मूर्धनिषकारः। तस्य साक्षात् अनन्तरम् अथवा अट् कुप् वाङ् नुम् व्यवधाने दन्त्यनकारः अस्ति चेत् तस्य पुनः मूर्धन्यनकारादेशः भवति। अतः ये नोपदेशदातवः तेषां कुत्रचित् यदा तत्र उपसर्गयोजयामः तादृश उपसर्गे कोऽपि तादृश उपसर्गम् अस्ति यस्मिन् रेफः अथवा मूर्धन्यषकारः तत्र पुनः मूर्धन्यनकारादेशः भवितुं शक्नोति। परन्तु ये मूले एव नकारादिदातवः तेषां विषये एतत् सूत्रस्य प्रसक्तिः न भवति। यदि तत्र प्र अथवा परि इति उपसर्ग योजयामः येषां मूले एव दन्त्यनकारः तत्र नत्वकार्यं न भवति, तत्र न एव परि तत्र न एव तिष्ठति, तत्र मूर्धन्यनकारः आदेशः न भवति। अतः अस्मिन् सूत्रे नोणः इति सूत्रस्य प्रयोजनं दृश्यते। किमर्थं महर्षिणा एतत् कार्यं तत्र कृतं? सो देर् इस् अ डिफ्रेन्स् बिट्वीन् मूर्धन्यनकारादिदातवः अपि च दन्त्यनकारादिदातवः। दन्त्यनकारादिदातूनां विषये उपसर्गात् असमासे अपि नोपदेशस्य सूत्रं कार्यं न भवति, तेषाम् उपसर्गे निमित्तम् अस्ति चेत् नत्वकार्यं न भवति। परन्तु नोपदेशदातवः यद्यपि तेषामपि नकारः भवति प्रक्रियायां, यदा तत्र तिङन्तरूपम् अथवा कृदन्तप्रातिपदिकस्य निर्माणं वयं कुर्मः तत्र नकारः भवति, परन्तु कुत्रचित् सः नकारः मूर्धन्यनकारः पुनः भवति यदि तत् तस्य प्राक् कोऽपि तादृश उपसर्गमस्ति यस्मिन् नत्वकार्यस्य निमित्तम् इत्युक्ते तस्मिन् रेफः अथवा मूर्धन्यषकारः इति भवति। सो तदेव अस्ति नोणः इति कार्यस्य प्रयोजनं व्याकरणशास्त्रे कुत्र दृश्यते चेत् उपसर्गात् असमासे अपि नोपदेशस्य अस्मिन् सूत्रे नत्वकार्यस्य प्रयोजनं दृश्यते। किमर्थं महर्षिणा एतत् कार्यं कृतं? किमर्थं सः आदौ एव नकारः न दन्त्यनकारः? सो बिकास् आल्वेस् वाट् वी से महर्षि लाघवम् इच्छति, ग्रन्थं लघु भवेत्, सूत्राणां संख्या तत्र न्यूनं भवेत्। अतः तत्र एतत् प्रश्नः तदेव मनसि आयाति, किमर्थं नूनः इति सूत्रं, किमर्थम् आदौ एव नकारः महर्षिणा न स्थापितम्? सो दिस् टैप् आफ् क्वश्चन्स् कम् बिकास् वी वट् वि से इन् द फस्ट् लेसन् ओन्लि वि सेड् महर्षि लाघवम् इच्छति, सः तत्र सूत्राणां तत्र संख्या न्यूनं भवेत्, लघु ग्रन्थं लघु भवेत्, तस्य कृते सः बहु किमपि कृतम्, अनुवृत्ति तत्र शैली अस्ति, अपि च तत्र औत्सर्गिक अपवाद तादृश तत्र शैली अस्ति ग्रन्थे। सो ही हेज् अडाप्टेड् सो मेनि वेज् फार्वर्ड् फार् मेकिङ्ग् द व्याकरणशास्त्रः लघु, बिकास् पाणिनि महर्षि प्राक् अपि तत्र तत्र ग्रन्थानि तत्र आसीत् आसन्, परन्तु ते बहु तत्र दीर्घग्रन्थाः। So he wanted a very short grantha which should include everything. So vede yani padani lokik vashyayam yani padani te sampurna taya ashtadhyayi granthe tesham tatra vishayah asti tesham katham tatra pada nirmanam karniyam sampurna tatra panini maharishina tatra he has included everything. He has not left anything. So that is why this prashna comes, na? Why when आल् द नोपदेशधातुः दे तेषाम् आदिमवर्णः अनन्तरम् अनेन सूत्रेण दन्तिनकारः एव भवति. वेदर् वी आर् मेकिङ्ग् ए तिङन्तरूपं, वेदर् वी आर् एडिङ्ग् ए कृत् प्रत्ययः, वेदर् वी आर् एडिङ्ग् ए स्नादिप्रत्ययः. ब्रह्मर्षि लाघवम् इच्छति, किमर्थं सः धातुपाठे दन्त्यनकारः न तत्र स्थापितम्? किमर्थं प्रथमे मूर्धन्यनकारः अनन्तरम् अनेन सूत्रेण दन्त्यनकारादेशः करणीयम्? तत्र प्रश्नः आयाति. परन्तु तत्र अस्मिन् सूत्रे तत् प्रयोजनं दृश्यते, बिकास् नोपदेशधातूनाम् एव भिन्नपदे अस्ति चेदपि नत्वकार्यं पुनः भवति, यदि तस्य प्राक्पि तादृश उपसर्गमस्ति यस्मिन् नत्वकार्यस्य निमित्तमस्ति. अवगतं वा? सर्वैः अवगतं वा? अनन्तरं तत्र तृतीयं सूत्रमस्ति नुमागमः. सो इदितो नुम् धातोः इदितः धातोः नुमागमः भवति. सो यदि तत्र अनुबन्धानां यदा वयं निष्कासनं कुर्मः धातुषु, तत्र ह्रस्व इकारस्य कुत्रचित् अनुनासिक अस्ति चेत् तस्यापि उपदेशे अजनुनासिक इति सूत्रेण संज्ञा भवति. सो तादृशधातूनाम् एव नुमागमः भवति. एतत् सूत्रं तदेव वदति, इदितः धातोः नुम्. सो इदितधातुः इत्युक्ते इत् इत् यस्य सः, ह्रस्व इकारः इत् यस्य तदिदित् सः इदित् धातुः, तस्य एव तादृशधातोः एव नुमागमः. सो नुमागमः मित् अस्ति, वयं दृष्टवन्तः ये आगमः ते मित् अथवा कित् अथवा टित् व्याकरणे त्रिप्रकारकाः त्रयः तत्र आगमः भवन्ति. टित् आगमः यस्य आगमः यस्मिन् सः आगमः करणीयं तस्य आदौ, कित् आगमः यस्मिन् आगमः भवति तस्य अन्ते, नुम् आगमः यस्मिन् आगमः करणीयं नूतनवर्णः स्थापनीयं तस्मिन् यः अन्तिम अच् तस्य परे स्थापनीयं. सो नुम् आगमे अपि अनुबन्धानां निष्कासनं तत्र करणीयं. सो नुम् आगमे मकारस्य इतस्ति उकारः उच्चारणार्थं, तदपि अनुनासिक अस्ति अतः न एव अवशिष्यते, नकारः अवशिष्यते. सो नकारः यदि तु धातौ कुत्र स्थापनीयं, धातौ यः अन्तिम स्वरः तस्य अनन्तरम् एव स्थापनीयम् इति वयं दृष्टवन्तः पूर्वस्मिन् वर्गे. मिदचो अन्त्यात् परः, सो यः मित् इत्युक्ते यः मित् आगमः सः यस्य आगमः तस्मिन् यः अन्तिम अच् तस्य परे स्थापनीयम् इति मिदचो अन्त्यात् परः. सो अन्त्यात् पञ्चमी अस्ति, अन्त्यात् अच् परे तस्य साक्षात् अनन्तरं मित् स्थापनीयं. सो मित् केन् बि ऐ तत्र कस्यचित् कुत्रचित् सि कुत्रचित् अम् आगमः इति भवति. सो अम् आगमे अकारस्य आगमः भवति, परन्तु अम् आगमः अपि मित् अस्ति. सो यः यः आगमः मित् तत्र यस्य वर्णस्य आगमः सः सर्वदा यस्य आगमः तस्मिन् यः अन्तिम अच् तस्य परे स्थापनीयम्. सो आगमस्य विषये सूत्रद्वयं सर्वदा स्मर्तव्यम्, आद्यन्तौ टकितौ अपि च मिदचो अन्त्यात् परः. इदानीं तत्र कानिचन तत्र उदाहरणानि तत्र इदित् धातूनां तत्र कानिचन उदाहरणानि सन्ति, अनन्तरं तत्र सन्धिकार्याणि ज्ञानशब्दस्य प्रक्रियायां अन्तिमसूपर् न अवगतं, बट् ज्ञा इट्बिकम्स् खलु, तत् कथम् इति किं किं भगिनि पुनः वदतु, कुत्र ज्ञानशब्दस्य ज्ञान तत् अन्तिमसोपाने ज्ञानान् भवति खलु, नान् दीर्घ, तत् न अवगतं भगिनि. यु मेन्शन् सर्वनामस्थाने च सम्बुद्धौ, तत् न अवगतं सूत्रम्. सूत्रं न अवगतम् अत्र, तत्र सूत्रस्य व्याख्या नास्ति इत्युक्ते तत्र सरलरीत्या वदामः चेत् ये नकारान्त प्रातिपदिकानि तत्र सन्ति तेषां परे कोऽपि सर्वनां स्थानसंज्ञकप्रत्ययः. फस्ट् इस् सर्वनां स्थान, सर्वनां स्थान इस् अ संज्ञा. एतत् एकं पारिभाषिकशब्दः, यथा तत्र अवसान इति संज्ञा, संहिता इति संज्ञा, सार्वधातुक् इति संज्ञा, अर्धधातुक् इति संज्ञा, तथैव सर्वनां स्थान इति संज्ञा अस्ति. सो सर्वप्रथमे तत्र सर्वनां स्थान इति संज्ञा केषां? प्रत्ययानां. कीदृशप्रत्ययानां? सुप्प्रत्ययानां. सु औजस् अम् ओषस् एते एकविंशति सुप्प्रत्ययाः सन्ति. तेषां विषये एकं विशिष्टसंज्ञा महर्षिणा दत्तं, सर्वनां स्थान इति संज्ञा. सो सर्वनां स्थाने इत्युक्ते सप्तमी अस्ति अत्र. सर्वनां स्थान इति अकारान्त शब्दः. सो सर्वनां स्थाने यदा भवति चेत् निमित्तं सप्तमी भवति. सो सर्वनां स्थाने सप्तमी अस्ति चेत् वयं किं तत्र कथं वयं पदं योजयामः? तत् वाक्यं भवेत्, सूत्रं वाक्ये इव भवेत्. सो सर्वनां स्थानपरे यदि नकारान्त प्रातिपदिकस्य परे, साक्षात् परे, अत्र निमित्सप्तमी. सो निमित्सप्तमी अस्ति चेत् तत्र तस्मिन् इति निर्दिष्टे पूर्वस्य कार्यं पूर्वे भवति, परन्तु निमित्तं साक्षात् परे अस्ति. सो नकारात् प्रातिपदिकस्य साक्षात् अनन्तरं तादृशप्रत्ययः यस्य सर्वनां स्थानसंज्ञा अस्ति चेदेव तत्र यः नकारान्त प्रातिपदिकम् उपदायां यः वर्णः तस्य दीर्घादिशः भवति इति सामान्यतया सूत्रस्य अर्थः. सो इदानीं वयं तत्र दृष्टवन्तः यः नुमागमः, ज्ञानशब्दे यः नुमागमः भवति, अत्र ज्ञानशब्दे तत्र स्वरद्वयं, मध्ये अपि एकं स्वरः, अन्ते अपि अकारः अस्ति. अतः मिदचो अन्त्यात् परः इति सूत्रद्वारा ज्ञानशब्दे यः नुमागमः सः तु अन्ते स्थापनीयम्. यद्यपि अत्र नुम् इति आगमः नास्ति, मिद् अस्ति, परन्तु मिद् इति यः मित् इति आगमः अन्तिम अच्परे भवति. अतः अत्र यः नकारः, नकारस्य आगमः सः तु अन्ते भवति, शब्दसमूहस्य अन्ते भवति, अतः ज्ञानन् इति भवति. वयं दृष्टवन्तः मिदचो अन्त्यात् परः इति सूत्रे यः व्याख्या तत्र लिखितं, कुत्रचित् यः एतत् मित् अन्तिम अवयवः भवति, यथा अत्र. सो ज्ञानन् इति यः नुमागमः सः ज्ञानशब्दस्य अन्तिम अवयवः भवति. सो शब्दस्य एव भागः तत् नकारः. सो ई इति प्रत्ययः शी प्रत्ययः, शी प्रत्ययः जस् स्थाने शी आदेशः भवति, नपुंसकलिङ्गे जस् प्रत्ययस्य प्रत्यादेशः भवति. सर्वदा एतदेव कार्यं भवति. कोऽपि नपुंसकलिङ्गप्रातिपदिकम् अस्ति चेत् तत्र वयं बहुवचन पदनिर्माणार्थं जस् योजयामः, मूलप्रत्ययः जस् अस्ति, तस्य जस् प्रत्ययस्य स्थाने सर्वदा नपुंसकलिङ्गे शी आदेशः भवति. सो शी इति शकारस्य इत् अस्ति, इ एव अवशिष्यते, परन्तु नपुंसकलिङ्गस्य विषये तत्र शी प्रत्ययस्य एव सर्वनां स्थानसंज्ञा अस्ति. सो शी प्रत्ययस्य सर्वनां स्थानसंज्ञा अस्ति व्याकरणे. एकविंशति सुप्रत्ययः समानः, वेदर् वी आर् मेकिङ्ग् ए स्त्रीलिङ्ग् पद, वेदर् वी आर् मेकिङ्ग् ए पुल्लिङ्ग् पद, वेदर् वी आर् मेकिङ्ग् ए नपुंसक् लिङ्ग् पद, मूलप्रत्ययः तु समान, सु औजस् अम् ओट्शस् ताभ्यां भिस्, एते सर्वे मूलप्रत्ययः. पुल्लिङ्गे भिन्नकार्यं, स्त्रीलिङ्गे भिन्नकार्यं, नपुंसक् लिङ्गे भिन्नकार्यं. सो शी इति आदेशः केवलं नपुंसक् पदनिर्माणार्थम् एव जस् अपि च शस् प्रत्ययस्य जस् शसोः शि इति सूत्रेण तत्र शि आदेशः भवति. शि सर्वनाम स्थान अन्यत् सूत्रमस्ति, संज्ञासूत्रं, तेन किं शि प्रत्ययस्य सर्वनाम स्थानसंज्ञा. इदानीं यदा नकारस्य आगमः भवति तत्र शि प्रत्ययः तस्य साक्षात् पूर्वे किम् अस्ति, नकारात् प्रातिपदिकम् अस्ति. सो ज्ञानन् इति नकारात् प्रातिपदिकम् अस्ति, तस्य परे सर्वनाम स्थान तत्र संज्ञक प्रत्ययः अस्ति इकारः, अतः अस्य सूत्रस्य प्रसक्तिः तत्र भवति. सर्वनाम स्थाने च असम्बुद्धौ, तेन सूत्रेण किं कार्यम्? उपधायां यः वर्णः तस्य दीर्घादेशः भवति, अतः ज्ञानान् इति भवति. नेक्स्ट् सोपाने, सो यदा तत्र ज्ञानन् योग ई, तस्मिन् सोपाने एतत् सूत्रम् आगत्य वदति मम कार्यम् अत्र अस्ति, शि इति सर्वनाम स्थाने साक्षात् परे अस्ति. सो सर्वनाम स्थाने च सम्बुद्धौ इत्यनेन यः ज्ञानन् इति यः प्रातिपदिकं, तत्र उपधायां ह्रस्वाकारः, तस्य ह्रस्वाकारस्य दीर्घादेशः भवति अनेन सूत्रेण, अतः ज्ञानान् इति भवति. तथैव तत्र तत्र अन्येषां विषये अपि अकारान् सि विष्णुमागमः नपुंसक अजन्त अस्ति, तत्रापि नुमागमः भवति यथा अत्र. ज्ञान् अपि शब्दः नपुंसकलिङ्गे अस्ति, अजन्त अस्ति. सो अजन्त अस्ति चेत् तत्र नुमागमः, अतः फलानि तत्र वयं दृष्टवन्तः, तत्र नुमागमः तत्र तादृश नपुंसकलिङ्गप्रातिपदिकस्य भवति. अवगतं वा भगिनि? आं भगिनि, किञ्चित् अवगतम्. तत्र ब्रह्म न, तत् तत् न पूर्वे न अवगतं भगिनि, आ किमर्थम् आयाति इति ज्ञान. एतत् उपधायाम् इति पदः सूत्रे नास्ति खलु, तत् अनुवृत्ति अनुवृत्ति पूर्वसूत्रात् अनुवृत्तिः. अस्तु भगिनि, एतत् सूत्रसङ्ख्या कर्तव्यं भगिनि, पूर्वे तत्र सूत्रं किम्? एतत् 648 अस्ति प्रायशः, अत्र दीर्घ अपि नास्ति न भगिनि, दीर्घ अपि तत्र दीर्घपद अस्मिन् सूत्रे दीर्घपदमपि नास्ति. तत्र पश्यामः चेत् 6311 दीर्घ इति पदस्य अनुवृत्तिः उपधायाः 647 इति सूत्रे उपधायाः इति पदस्य अनुवृत्तिः. सो अत्र सर्वनाम स्थाने च सम्बुद्धो इत्यनेन यत् कार्यं न केवलं नपुंसकलिङ्गे भवति, परन्तु यस्य प्रत्ययस्य सर्वनाम स्थानसंज्ञा अस्ति तादृशप्रत्ययः परे अस्ति चेत् तत्र उपधा दीर्घ भवति. सो तत्र यथा मया उक्तं, नपुंसकलिङ्गे केवलं प्रत्ययद्वयस्य एव सर्वनाम स्थानसंज्ञा, शी प्रत्ययस्य, शी प्रत्ययः प्रत्ययद्वयस्य स्थाने जस् अपि च शस् एतयोः स्थाने शि आदेशः भवति, परन्तु पुल्लिङ्गे स्त्रीलिङ्गे तत्र सुट् इत्यस्य नपुंस सर्वनाम स्थानसंज्ञा अस्ति. सो सुट् वदामः चेत् प्रथमपञ्चप्रत्ययः सु औ जस् अम् ओट् द्वितीया द्विवचनात् पर्यन्तं सु औ जस् अम् ओट्. सो सुट् प्रत्ययानां तत्र पुल्लिङ्गे अपि च स्त्रीलिङ्गे सर्वनाम स्थानसंज्ञा. अतः तत्र तत्रापि यदि कोऽपि नकारान्त् पुल्लिङ्गप्रातिपदिकम् अस्ति अथवा नकारान्त् स्त्रीलिङ्गप्रातिपदिकम् अस्ति चेत् तस्य परे सु अथवा सु औ अथवा सु औजस् अम् ओट् एते प्रत्ययः योजयामः तत्रापि उपधायं दीर्घ भवति. सो दिस् सूत्र हेज़् टु डू वित् द सर्वनाम स्थानसंज्ञकप्रत्ययविषये. सो स्त्रीलिङ्गे पुल्लिङ्गे पञ्चप्रत्ययानां तत्र सर्वनाम स्थानसंज्ञा अस्ति, परन्तु नपुंसकलिङ्गे तु केवलं जस् अपि च शस् प्रत्ययस्य एव सर्वनाम स्थानसंज्ञा. अतः तत्र एव उपधादीर्घः भवति अनेन सूत्रेण. परन्तु नकारान्त् पुल्लिङ्गप्रातिपदिकम् अस्ति चेत् पञ्चस्थलेषु तत्र उपधादीर्घः भवति यदि प्रसक्तिः अस्ति, तथैव स्त्रीलिङ्गे इति सूत्रस्य अर्थः. सो वी हाव् टु रिमेम्बर् सर्वनाम स्थानसंज्ञा अस्ति सुप्रत्ययानां, तदपि तत्र स्मर्तव्यम्. अतः तत्र ज्ञानान् इति भवति. धन्यवादः. अस्तु, इदानीं तत्र कोऽपि अन्य प्रश्नः अस्ति वा कस्यचित् मनसि? अस्तु, कः प्रारम्भं करोति? स्वयम् अग्रे आगच्छतु. भवती एव प्रारम्भं करोतु भगिनि. यथा इति स्थाने वा महोदय? तर्हि नुमागमः मित् अस्ति अत्र आरभ्य. तर्हि निमागमः मित् अस्ति मकारः इत्यस्य सह, अतः नुम् अचः अन्त्यात् परः आयाति. निधिं निद् धातौ नकारान्तरवर्ती इकारः अन्तिमः अच् अतः नकार उत्तरवर्ती इकारः अन्तिमः अच् अतः तस्मात् परे नुम् आयाति. तर्हि नि न् द् इति स्थितिः, निन्द् इति धातुः निष्पन्नः, तथैव मदि. वदतु निन्दि विषये, वदतु किं किं कार्यं निन्द् अत्र. निधिं विषये वदतु. निधिम् इति धातोः प्रथमे उपदेशे अजनुनासिक इत्यनेन अनुनासिक इकारस्य इत् भवति, तस्य लोपः इत्यनेन तस्य लोपः भवति, निद् अवशिष्यते. नूनः इति सूत्रेण मूर्धन्यनकारः दन्त्यनकारः भवति, निद् भवति. तदनन्तरम् इकारस्य इत् पूर्वे आसीत्, अतः इदितो नुम् धातोः इति सूत्रेण निद् योग नुम् आयाति. हलन्त्यम् उपदेशे अजुनुनासिक इत् तस्य लोपः इति सूत्रे न अवशिष्यते, निन्द्योग न भवति. तदनन्तरं मिदचोन्त्यात् परः इति सूत्रेण नकारः अन्तिम अच्वर्णस्य परे आयाति, अतः निन्द् निष्पन्न भवति. सत्यं, लौकिकरूपं निन्द अस्ति, धातुः लौकिकरूपम्. अपि च अत्र भगिनी कः सन्धि अस्मिन् पदे नकारोत्तरवर्ति, अत्र का सन्धि अत्र? नकारः नकार प्लस् उत्तर ओकारः गुणसन्धि. अ अपि च उ मिलित्वा तत्र गुणसन्धिः. सो नकारो उत्तरवर्ति इति अस्ति. आम्, अग्रे अपि पठतु. तथैव मदिङ्ग् मन्द, विदिङ्ग् वन्द, बधिङ्ग् भन्द, चदिङ्ग् चन्द, ग्लदिङ्ग् ग्लन्द. परन्तु त्रपिङ्ग् त्रम्प् त्रम्प् इत्यस्मिन् किमर्थं मकारः न तु नकारः? वस्तुतः नकारः आयाति एव, तदा नकारस्थाने अनुस्वारः, अनुस्वारस्थाने तत्तत् वर्गीयः अनुनासिकवर्णः आयाति, यथा वदिङ् वन्द, तदनन्तरं वन्द अनुस्वार वन्द, तदनन्तरं पुनः वन्द नकार आयाति. वदिङ् उपदेशे अजुनानासक इत्यनेन वद् भवति, अनुनासिक इकारस्य इत्संज्ञा भवति, तस्य लोपः भवति. तदनन्तरं वद् इति तु नुम् धातोः इत्यनेन वन्द् भवति. तदनन्तरं नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः भवति, वन्द् भवति. देन् अनुस्वारस्य ययि परसवर्णः सूत्रेण वन्द् अनुस्वारः नकारः भवति. किमर्थं नकारः भवति? दकारः परे अस्ति, अतः दकार कारणेन दकारः निमित्तम् अस्ति नकारस्य कृते. सो एतेषाम् एते सर्वे सन्धिसूत्राणि, मोणुस्वारः नश्चपदान्तस्य झलि अनुस्वारस्य ययि परस्वर्णः. सो एतां विषये यदा तत्र उपदेशकधातूनां तत्र नुमागमः भवति, सर्वदा तत्र नकारः एव न तिष्ठति, तत्र नकारस्य किमपि परिवर्तनं जायते. सो तत् परिवर्तनं कथं करणीयं, तस्य विषये एतानि सूत्राणि तत्र आवश्यकानि, अतः तेषां विषये अपि अस्मिन् करपत्रे दत्तं. तथैव त्रम्प् त्रम्पी यः नकारः, सो अत्र लिखितं वस्तुतः नकारः प्रथमे आयाति, नुमागमः तु नकारस्य आगमः एव, परन्तु किमपि सन्धिसूत्रेण प्रथमे नकारस्य तत्र अनुस्वारादेशः भवति, अनन्तरं तत्र अनुस्वारस्य ययि परस्वर्णः, यत् अत्र लिखितम् अनुस्वारस्य ययि परस्वर्णः, तत् अनुस्वारस्य स्थाने तत्र मकारादेशः भवति. किमर्थं चेत् पकारस्य कारणेन मकारादेशः भवति. सो एतानि सूत्राणि अपि तत्र पठनीयं. तथैव अत्र लाञ्छी किं भवति तत्र? लाञ्छी लाच् उपदेशे अजुनुनासिक इत्यनेन अन्तिम अनुनासिक इकारस्य इत्संज्ञा, तस्य लोपः भवति, लाच् अवशिष्यते. तत् इत् इकारः इत् आसीत्, अतः इदित्तो नुम नुम् धातोः इत्यनेन लाच् योग नुम् भवति. हलन्त्यम् उपदेशे अजुनानासिक इत् तस्य लोपः इत्यनेन नुम् न अवशिष्यते, अतः लाच् योग न भवति. तदनन्तरम् इदचून्त्यात् परः इति सूत्रेण लाञ्च् भवति, नकारः मध्ये आयाति. तदनन्तरं नश्चापदान्तस्य झलि इति सूत्रेण नकारः अनुनासिक भवति, लाञ्च् भवति. तदनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण लञ्च् भवति, लञ्च भवति, लाञ्च भवति. सत्यं. नश्चापदान्तस्य झलि, whenever you are speaking this sutra, remember that this is apadantasya. Na atra cha iti avyapadam asti, cha. So cha iti tatra dirgha sandhi bhutva apadantasya. So apadantasya nakarasya api cha makarasya jali pare tatra anuswaradeshah bhavati. Yatha atra nakaraha yaha नुमागमः भूत्वा यः लाञ्च् भवति नकारः अपदान्ते अस्ति, पदस्य अन्ते नास्ति, कुत्रचित् मध्ये अस्ति. सो अपदान्तस्य नकारस्य एव तत्र झलिपरे तत्र अनुस्वारादेशः भवति. पदान्तनकारस्य तत्र न भवति आदेशः, अनुस्वारादेशः. सो मकारस्य तु भवति, पदान्ते भवति, मध्ये भवति, परन्तु नकारस्य विषये केवलम् अपदान्ते आदेशः भवति, अनुस्वारादेशः. अतः वयं तत्र पश्यामः चेत् रामान्, रामान् अस्ति, तत्र नकारः अन्ते अस्ति, तथापि तस्य अनुस्वारादेशः न भवति. किमर्थं चेत् पदस्य अन्ते अस्ति. सो पदान्तनकारस्य तत्र अनुस्वारादेशः न भवति. नश्चापदान्तस्य झलि इत्यनेन अपदान्तनकारस्य, अपदान्तमकारस्य. परन्तु मोनुस्वर इत्यनेन तु पदान्तमकारस्यापि तत्र आदेशः भवति, परन्तु अनेन सूत्रेण च इति पदम् अस्ति. सो न केवलं नकारस्य अपदान्ते जलिपरे अनुस्वार आदेशः मकारस्य, पूर्वसूत्रात् म इत्यस्य अनुवृत्तिः अस्ति, अतः च इति पदम्. सो वेनेवर् वी हेव् अ च इति पदं, तत्र सर्वदा सूत्रस्य सूक्ष्मरूपेण तत्र तत्र परिशीलनं करणीयम्. अस्तु भगिनि, धन्यवादः. अनन्तरं कपि विषये कः वदति? मञ्जरी भगिनि वक्तुमिच्छति वा भगिनि? अत्र अत्र अनुनासिक इकारस्य इत्संज्ञा उपदेशे जनुनासिक इति सूत्रेण भवति, तस्य लोपः इति सूत्रेण कप् भवति. अनन्तरं नकारस्य तत्र इदितो नुम् धातोः कपि इति इदित् धातुः अस्ति, तथा इदितो नुम् धातोः इति सूत्रेण कम्प भवति. अनन्तरं पकार झल् अस्ति, तथा नश्च न च अपदान्तस्य झलि इति सूत्रेण कम्प भवति. अनन्तरं अनुस्वारस्य ययि परसवर्ण इति सूत्रेण म आयाति, अन्तिम अनुनासिकवर्ण आयाति, तथा कम्प भवति. कस्य अन्तिम, कस्य अन्तिमवर्णः? पवर्गस्य. किमर्थं चेत् पकारः परे अस्ति न, परवर्णः पकारः, अनुस्वारस्य परे पकारः, अतः तस्य सवर्णः पवर्गीयसवर्णः, तदेव आयाति. सत्यं. लम्बी विषये अपि वदतु भगिनि. लम्बी उपदेशे जनुनासिक इति सूत्रेण अनुनासिक इकारस्य इत् संज्ञा भूत्वा लब् भवति. अनन्तरम् इदितो नुम् धातोः इति सूत्रेण लन्ब भवति. अनन्तरं नश्च पदान्तस्य झलि इति सूत्रेण अनुस्वारायाति, लम्ब भवति. अनुस्वारस्य स्थाने अनन्तरं म आयाति, अनुस्वारस्य यै परसवर्ण इति सूत्रेण. सूत्रं पठतु इदानीं भगिनि, नश्च पदान्तस्य झलि. नश्च पदान्तस्य झलि 8.3.24 अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारो अनुस्वारादेशो भवति झलि परे. झल् प्रत्याहारे वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णाः अपि श श स ह इति वर्णाः अन्तर्भूताः. पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः तस्य अपदान्तस्य नः षष्ठ्यन्तं च अव्ययपदम् अपदान्तस्य षष्ठ्यन्तं झलि सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. मोनुस्वारः 8.3.23 इत्यस्मात् मह अनुस्वारः इत्यनयोः अनुवृत्तिः. तयोः ल्यार्पचि संहितायाम् 8.2.108 इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम्. अत्र मह नः कीदृशपदं तत्र पादद्वयम्? प्रथमविभक्ति अत्र लिखितं न षष्ठ्यन्तं नः षष्ठ्यन्तं महापि षष्ठ्यन्तं कीदृशमः कीदृशनः तत्र विशेषणमपि अस्ति अस्मिन् सूत्रे अपदान्तस्य सत्यम् अपदान्तस्य मह अपदान्तस्य नः च अपि अस्ति न. सो देर् आर् टु तत्र तत्त्वद्वयम् अपदान्तमकारः अपि च अपदान्तनकारः. अपदान्त इत्युक्ते किं भगिनि? पदान्ते नास्ति. न पदान्ते इस् अपदान्त. पदस्य अन्ते नास्ति, कुत्रचित् मध्ये मे बि आदौ अपि भवितुं शक्नोति, परन्तु पदान्ते नास्ति तावदेव. अपदान्ते मह अपदान्तनः किम् अनुस्वारः कीदृशपद अपदान्त नकारस्य तथा मकारस्य स्थाने अनुस्वार आदेशः भवति. झल् प्रत्याहारस्य वर्णस्य परे अस्ति चेत् झलि सप्तम्यान्तं निमित् सप्तम्यान्तं साक्षात् परे झल् भवेत्. अपि च झल् प्रत्याहारे के वर्णाः? वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः वर्णाः अपि श श स स ह. सो जल प्रत्याहारे विंशति व्यञ्जनानि, एण्ड् फोर् इस् ट्वेण्टि. सो विंशति वर्णाः तत्र जल प्रत्याहारे. सो एते वर्णाः निमितानि अनुस्वार 24 न 24 न भगिनि द्वितीयः तृतीयः प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्च फैव् इण्टु फोर् आमां सत्यं न भगिनि लास्ट् पञ्चमः वर्णः न आगच्छति. फैव् इण्टु फोर् I am taking, na? 5 into 4 is 20, 20 plus 4 is 24. So, Chaturvinshati. Chaturvinshati, tatra Vyanjanani, Jal Pratyahare. So, 4 into 4. Idhani vadattu, Vajni? Na, asti kalu, Mohadev. Atra, Sha, Sha, Sa eva. Hakaraka nasti. Atra, 23 eva kalu. न हकारः अपि अस्ति भगिनि. अन्तिमप्रत्याहारकः हल् इति प्रत्याहारः जल् आमामां हकारः अस्ति, अतः चतुर्विंशति एव. तत्र कति वर्गाः सन्ति भगिनि? चेतना भगिनी, कति वर्गाः वर्गीय कति वर्गाः तत्र? फस्ट् फोर् वर्णः, सो फोर् इण्टु फैव् वर्गे. सत्यं सत्यं. पञ्चवर्गाः, पञ्च प्रत्येकस्मिन् वर्गे पञ्च व्यञ्जनानि, परन्तु अत्र वर्गे पञ्चवर्णः नास्ति. अनुनासिकवर्णः नास्ति, वर्णाः सत्यम्. इदानीं मञ्जुरी भगिनी, इदानीं स्व शब्दैः वदतु सूत्रस्य कः अर्थः. किं सूत्रं भगिनी? नश्च पदान्तस्य जलि इति सूत्रस्य कः अर्थः? नकारः मकारः अपदान्त अस्ति चेत् तस्य स्थाने अनुस्वार आदेशः भवति. झल् प्रत्याहारस्य वर्गस्य वर्णः परे अस्ति चेत्. साक्षात् परे, सत्यं. सो देट् विल् बि द सूत्रार्थः. सो प्रत्येकस्य पदस्य तत्र विभक्ति पश्यामः, तस्य विभक्ति तत्र कोडिः अस्ति, तत् योजयामः चेत् सूत्रस्य सम्पूर्ण अर्थः तत्र जायते. अपि च अस्मिन् सूत्रे कस्य कस्य पदस्य पूर्वसूत्रात् अनुवृत्तिः, अपि च अत्र एकम् अन्यत् अन्यत् तत्र बिन्दुः अस्ति. एतत् सूत्रं कुत्र अस्ति भगिनि? एतत् सूत्रं कुत्र अस्ति? 8.24. तत्र किं चिन्तनं? वयं पठितवन्तः न, मनुस्वारः इति सूत्रम् 8.3.23 अस्ति, तथा मह इति अनुस्वारः इत्यस्य अनुवृत्ति अत्र भवति. सो मम प्रश्नः कः, एतत् सूत्रं कुत्र अस्ति अष्टाध्यायी ग्रन्थे? एतत् सूत्रं त्रिपाद्यां. त्रिपाद्यां कस्य सूत्रस्य तत्र अधिकारः? पूर्वं सूत्रं यः अस्ति तस्य अधिकारः. तत् सूत्रं किं वयं पठितवन्तः? पूर्वत्र अत्र त्रिपाद्यां सर्वदा एतत् स्मर्तव्यम्. अत्र त्रिपाद्यां तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः, अतः मोनुस्वारस्य कृते नश्च पदान्तस्य झलि इति शास्त्र असिद्धम्. एतत् सूत्रं न वर्तते, परन्तु पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम्. अपि च सपादसप्ताध्याय्यां यानि सूत्राणि तेषां कृते त्रिपादी सर्वाणि त्रिपादीसूत्राणि असिद्धानि. अतः तत्र किं, तत्र यदा वयं सी हियर् वेनेवर् वी आर् मेकिङ्ग् द लौकिक रूप् फार् एन् इदित धातुः, तत्र इदितो नुम् इति सूत्रं कुत्र अस्ति? सपादसप्ताध्याय्याम् इदितो नुम् सप्तम अध्याये प्रथमपादे अस्ति इदितो नुम् धातोः. सो इदितो नुम् धातोः इति सूत्रेण यदा कार्यं भवति तेन सूत्रेण नुमागमः भवति. सो वाट् वी गेट् अ नकारः. सो तस्मिन् सोपाने सि हियर् इट् इस् गिवन् देट् इट् बिकम्स् देन् अनुस्वारयुक्त कम्प, then this anuswarah changes into makarah because of anuswarah yai parswarnah iti sutrena. But when we are making a pada from kapi dhatuhu, yatha tatra vandi api asti. See, what I mean to say is that all these nascha padantasya jhali anuswar yai parswarnah, these two sutras will be applied at the end of the pada. पूर्वे तत्र सपात् सप्ताध्यायी सूत्रद्वारा यानि कार्याणि तत् सर्वाणि तत्र प्रथमे आदौ एव करणीयम्, अन्ते एतत् सूत्रद्वयस्य तत्र योजनीयं. किमर्थं चेत् एतत् सूत्रद्वयं शास्त्र असिद्धं सपात् सप्ताध्यायी सूत्राणां कृते, अपि च पूर्वसूत्राणां कृते त्रिपाद्यां यानि पूर्वसूत्राणि. अतः तत्र किं एकनिमिषः वैट् फोर् अत्र अस्ति. सो यद्यपि अत्र अत्र तु अस्माकं तत्र ज्ञानार्थम् एव अत्र स्वरूपमहोदयेन लिखितं. सो यदा वयं तत्र सपोज् ऐ वाण्ट् टु मेक् ए पद फ्रोम् वन्धिः इति धातुः, एतत् धातुः इति अस्ति तत्र उपदेशे अजनुनासिक इति सूत्रेण तत्र इकारस्य इद् भवति, धातुः इदित्. इदानीं तत्र लौकिकरूपस्य निर्माणार्थं तत्र चत्वारि प्राकृतिककार्याणि विषये तत्र अवश्यचिन्तनीयं. सो इदित् धातुषु नुमागमः भवति, वयं जानीमः. सो इदितो नुम् धातोः सप्तम अध्याये अस्ति. अत्र एकमेव स्वरः, एकमेव स्वरवर्णः, वकार उत्तरवर्ती अकारः, अतः अकारस्य अनन्तरं नुम् स्थापनीयं. किमर्थं चेत् मिदचो अन्त्यात् परः. सो वन्द् इति लौकिकरूपं, वन्द् इस् द लौकिकरूपम्. इदानीं तत्र अत्र तत् नश्चपदान्तस्य झल्लि इत्यनेन कार्यं न करणीयम्, अपि च अनन्तरं अस्मिन् सोपाने. किमर्थं चेत् नश्चपदान्तस्य झल्लि त्रिपादीसूत्रम्, अनुस्वारस्य यै पर्णः परवर्णः सूत्रमपि त्रिपादीसूत्रं. सो वाट् ऐ विल् डू, ऐ विल् मेक् ए ऐ विल् एड् सपोज् ऐ वाण्ट् टु मेक् ए तिङन्त एकवचन लटि एकवचनरूपम् अत्र वन्द् धातुतः मम विवक्षा अस्ति. सो वन्द् इति धातुः भुवादिगणस्य धातुः, अतः तत्र किं कः लट् लकारे कः प्रत्ययः मध्ये आयाति, शप् प्रत्ययः. अपि च वन्द् इति धातुः आत्मनेपदी धातुः. सो एकवचने तिप् न आयाति, एकवचने त आयाति. त आतां ज थास आथां द्वम् इड्वहि महिङ्. सो त कारणेन मध्ये शप् आयाति. सो इदानीम् अस्मि ऐ एम् जस्ट् टेलिङ्ग् द सोपानानि. किमर्थं चेत् नश्चपदान्तस्य जल्लि अपि च मोनुस्वारः अपि च अनुस्वार यै परस्वर्णः एतानि सूत्राणि. ते पदस्य अन्ते प्रथमे तत्र सपात् सप्ताध्यायी सूत्रद्वारा तत्र यानि कार्याणि तत् करणीयम्. इदानीं वन्द् एव लौकिकरूपं. सो शप् अत्र वन्द् वदतु भगिनि अत्र किं भवति इदानीं. शप् श तथा पकारस्य लशक्वत् अध्यते इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति, तस्य लोपः सूत्रेण. तथा वन्द अधिक अयोगस्त आत्मनेपदी धातूनां तत्र तित आत्मनेपदानां तेरे इत्यनेन अकारस्य एकारादेशः त प्रत्यये अकारः अपि अस्ति. त इत्युक्ते त अपि च अकारस्य एकारादेशः भवति. सो टित् लकारेषु अकारस्य एकारादेशः भवति, ते भवति. ओ कोऽपि अन्यकार्यम् अत्र नास्ति. सो अत्र वन्दते इति वन्दते भवति. इदानीं तत्र करणीयम् आपदान्तनकारस्य किम्. इदानीं त्रिपादीसूत्रस्य अत्र कार्यं करणीयम्. आपदान्तनकारस्य जलिपरे दकारः जलवर्णः, दकारः जलवर्णः, नकारः अपदान्ते अस्ति, अतः कस्य सूत्रस्य प्रसक्तिः अस्मिन् सोपाने भगिनि? नश्चापदान्तस्य जलि तेन किम् वन्दते अनुस्वारादेशः, नकारस्य स्थाने अनुस्वारादेशः. इदानीम् अनुस्वारः इदानीं कस्य सूत्रस्य प्रसक्ति? अनुस्वारः यै परस्वर्णः, यै प्रत्याहारस्य वर्णः परे अस्ति. तत् सूत्रं न पठितम्, अग्रे आयास्यति. परन्तु वाट् इस् मै वाट् ऐ वाण्ट् टु से इस् देट् एतत् सूत्रद्वयं सर्वदा अन्त्ये एव योजनीयं, बिकास् फार् द पूर्वसूत्र फार् द सर्वधातुक अर्धधातुक् सपोज् बन्धधातु मध्ये गुणप्रसङ्गः, फार् सार्वधातुक आरुधातु, फार् पुगन्त लघुपदस्य च, फार् कर्तरि शप् सूत्रस्य कृते एतानि सूत्राणि असिद्धानि. अतः अन्ते एव करणीयं त्रिपादीसूत्रद्वारा यत् कार्यं तत् अन्ते करणीयं. केवलम् इदितो नुम् धातोः इति सूत्रं सपाद सप्ताध्याय्याम् अस्ति, अतः नुमागमः करणीयं. हियर् फार् दिस् इट् विल् नाट् मेक् मच् सेन्स्, बट् फार् कम्प फार् लाञ्च देट् न्य कम्स् लाञ्च मध्ये न्य कम्स् तत्र सः न्य अन्ते आगन्तुं शक्यते किमर्थं चेत् अनुस्वार ययि परस्वर्णः त्रिपादीसूत्रम् अतः तस्य प्रयोगः पदनिर्माणसमये अन्ते करणीयं किमर्थं चेत् अग्रे कोऽपि कार्यं नास्ति अतः अत्रापि अन्ततो गत्वा वन्दते एव भवति परन्तु सूत्रद्वयस्य यः तत्र सोपानानि यानि सन्ति पदनिर्माणार्थं यानि सोपानानि तत् तत्र तादृश एव करणीयं पूर्वे एव अत्र अनुस्वारः अपि च नकारः न करणीयः किमर्थं चेत् ते एतत् सूत्रद्वयं त्रिपाद्याम् अतः ते असिद्धानि अनन्तरं तत्र शप् आगन्तुं न शक्यते वि केनाट् एड् शप् लेटर् देन् ते लेटर् बिकास् द ते कम्स् वर्तमाने लट् इति सूत्रेण ते आयाति तत् सूत्रमपि तृतीयाध्याये अस्ति सपादसप्ताध्यायीसूत्रम् अतः सपादसप्ताध्यायीसूत्रद्वारा यत् कार्यं तत् पूर्वे करणीयम् अनन्तरम् एव त्रिपादीसूत्रद्वारा कार्यं करणीयं तत् सर्वदा स्मर्तव्यं यद्यपि अत्र एतत् एव लिखितम् अत्र तु केवलम् अन्ततो गत्वा लौकिकरूपं लम्प् भवति अथवा लाञ्च् भवति इति तत्र अत्र अस्ति परन्तु वी शुड् नो वेन् वी आर् मेकिङ्ग् ए सम्पूर्णपद that time we have to keep note of the sutra sankhya avashyakam asti kimartham chet ashtam tripadiyam purvatra siddha purvatra siddham iti sutrasya prasakti hi sarvatra asti sarveshu sutreshu tas sutrasya prasakti hi karapatram na drushyate share karumi bhagini sarvahi avagatam va अस्तु भगिनि धन्यवादः अग्रे अनुस्वारस्य भवती देट् मीन्स् आफ्टर् फिनिशिङ्ग् द एण्टायर् प्रक्रिया यु गो बेक् टु द धातु इस् इट् अनुस्वार लौकिकरूपम् इदितो नुम् धातुः नुमागमः नकारः एव लौकिकरूपम् अस्ति सर्वेषां धातूनां कृते सो लाञ्च् विज् बि द लौकिकरूपम् अनन्तरं सन्धिकार्याणि अनन्तरं केवलं सन्धिकार्याणि कम्प् इस् द लौकिक रूपं लम्ब् इस् द लौकिक रूपं सन्धिकार्यं वर्णकार्यं सो वर्णकार्यस्य वर्यकारणस्य प्रसक्तिः अङ्गकार्यस्य पूर्वे न करणीयम् अन्ते करणीयम् बिकास् वर्णात् अङ्गं बलीयः इति एकम् अन्यत् परिभाषा अस्ति वर्णात् अङ्गं बलीयः वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलीयान् that is more we have to do that first and ante angakaryam parantu atra ekamanyat asti suppose we are doing some swara sandhi or that kind of sandhi yasya sutram tatra sapad saptadhyaya however we can do that but since this is an varnakaryam angakaryasya anantaram eva karaniyam api cha atra kim chintanam nashya padantasya jalli iti tripadi sutram सर्वे त्रिपादीसूत्राणि सपादसप्ताध्यायीसूत्राणां कृते असिद्धं सो इफ् वि डू द असिद्धकार्यं फस्ट् देन् वि डू द सिद्धकार्यं देट् विल् बि अ राङ्ग् प्रोसेस् सो वि विल् डू अन्ततो गत्वा तत्र लम्ब एव भवति परन्तु अन्ते करणीयं प्रथमे तत्र यत् अङ्गकार्यं यत् प्रत्यादेशः मध्ये आयाति तत् पूर्वे करणीयम् सो सपादसप्ताध्यायीसूत्रद्वारा सूत्रद्वारा यत् कार्यं तत् पूर्वे करणीयम् अनन्तरं तत्र त्रिपादीसूत्रद्वारा कार्यं सर्वदा एतदेव भवति हलसन्धिसूत्राणि तत्र अन्ते तत्र त्रिपाद्यां बहुत्र तत्र सन्ति तादृशसूत्राणि अतः तेषां कार्यम् अन्ते भवति अन्ते करणीयम् इति तत्र सामान्यनियमः सो for us the laukik rupam will be lamb kamp launch antato gatva that becomes launch nyakar yukt bhavati tat ante karaniyam atrato kevalam asmakam gyanartham eva etad dattam ki antato gatva this becomes launch this becomes kamp even though it was kamp because idito num इत्यनेन केवलं नकारस्य आगमः. अस्तु, अनुसूया भगिनी अग्रे पठतु. मोनुस्वारः सूत्रं पूर्णं सूत्रं किं वदति भगिनी? अनुवृत्तिसूत्रं किम् अस्ति मोनुस्वारः? अत्र तस्य व्याख्या अपि अस्ति. मोनु अपदान्त पदान्तमकारस्य तत्र अनुस्वारादेशः भवति. कदा? हलिपरे एव भवति. तत्र हलि इत्यस्य अनुवृत्तिः अस्ति. आम्, मोनुस्वारः अस्ति. 8.3.23 अत्र अस्ति व्याख्या भगिनि. अपदान्त मोनुस्वारः इति अपदान्त. अत्र यः मकारः अस्मिन् सूत्रे यः मकारः सः अपदान्त. सो वाट् वी आर् गेटिङ्ग् नौ? पदान्तमकारस्यापि अनुस्वारादेशः, अपदान्तमकारस्यापि अनुस्वारादेशः, परन्तु नकारस्य विषये तादृश नास्ति. केवलम् अपदान्तनकारस्य एव अनुस्वारादेशः भवति. पदान्तमकारस्य वा तत्र अस्ति अवसा, तत्र विकल्पः अस्ति अपदान्तनकारस्य विषये. सो निमित्तमपि स्मर्तव्यम्. अत्रापि मोनुस्वारः इति निमित्तमस्ति हलिपरे. देट् इस् वै वेन् वी हेव् एन् अच् वर्णपरे अस्ति चेत् तत्र म एव तिष्ठति. तत्र मकारस्य अम् न भवति. परन्तु हल् वर्णः परे अस्ति चेत् वी रैट् इट् इन् द शेप् आफ् ए डाट्. वि मेक् ए डाट्. अत्र दृश्यतु षष्ठ्यन्तम् अग्रे चकारः अस्ति, अतः अम् पदान्तमकारस्य अनुस्वारादेशः अम् भवति. किमर्थं? कारणं किं? च परे अस्ति. परन्तु यदि अहं षष्ठ्यन्तम् अव्यपदम् इति अस्ति चेत् तत्र इफ् ऐ रैट् म विद् अ हल् चिन् देट् विल् बि ओके, बिकास् हलिपरे एव अनुस्वारादेशः पदान्तमकारस्य. अत्रापि अनेकपदम् इदं सूत्रम् इदं मकारः अन्ते अस्ति, परन्तु किमर्थम् अनुस्वारः? सकारस्य कारणेन अनुस्वारः. दिस् इस् द बेसिक् देट् वि सी एव्रिवेर्. मोनुस्वारः अत्र मोनुस्वारः इत्यनेन कार्यम्. अनेकपदम् इदं सूत्रं, सो इदं मकारस्य अनुस्वारादेशः. किमर्थं? सकारः परे अस्ति, अतः हल्वर्णः परे अस्ति. एतादृशानि उदाहरणानि तत्र बहुत्र दृश्यते. वेन् एवर् इट् विल् कम् ऐ विल् टेल् यू भगिनी. सो तत्र हलिपरे कार्यं, न तु अचिपरे, न तु जलीवलि उष्ण, तत्र किमपि नास्ति. तत्र केवलं हलिपरे हल्वर्णः, यत् किमपि हल्वर्णः परे अस्ति चेत् तत्र पदान्तमकारस्य अनुस्वारादेशः. अनुसूया भगिनी, अनुस्वारस्य यै परस्वर्णः, एतत् सूत्रं पठतु भगिनी. अत्र अपदान्तस्य नः मह नः च अनुस्वारः जलिसंहितायाम् इति लिखितमस्ति. अत्र हलि संहितायां वा? न, अपदान्तस्य केवलं जलिपरे एव. जलिपरे एव. हल् वर्णेषु अनुनासिक पदान् हल्वर्णे अनुनासिक व्यञ्जनानि अपि तत्र आयाति. ज्ञा तत्रापि अत्र अप देट् इस् वै न अपदान्ते जलिपरे कार्यं. सो पदान्ते हलिपरे कार्यं केवलम् अकारस्य अकारस्य पठतु अनुसूया भगिनी. अनुस्वारस्य यै परस्वर्ण यै परसवर्णः अष्टमाध्याये चतुर्थपादे पञ्चेन अनुस्वारस्य स्थाने परसवर्णादेश परसवर्ण खलु परसवर्ण दिशो भवति यै परे आदेशो. अत्रापि दीर्घसन्धिः परसवर्णादेशो भवति. सवर्ण प्लस् आदेशः परे परस्य सवर्णः परसवर्णः षष्टि तत्पुरुषः. अनुस्वारस्य षष्ट्यन्तं यै सप्तम्यन्तं परसवर्णः प्रथमन्तं त्रिपदमिदं सूत्रम्. यै प्रत्याहारे श श स ह एतान् वर्जयित्वा सर्वे हल्वर्णाः अन्तर्भूताः तयोर्व्यावचि संहितायां तयोः तयोः आव् आव् कस्य स्थाने आदेशः भवति भगिनि आव् सो अत्र किं कस्य स्थाने आव् आदेशः यकारस्थाने न न आव् आदेशः कस्य वर्णस्य स्थाने भवति दन्तवान्तादेश मध्ये मध्ये आव् इति आदेशः कस्य स्थाने भवति ए ओ ऐ औ ए ओ ऐ औ एतेषु तत्र कस्य स्थाने आव् आदेशः स्थाने एच् वर्णः के के ए ओ ऐ औ आव् इति आदेशः कस्य औस्थाने आदेशः तत्र स्थानि चत्वारि वर्णः आदेशः अपि चत्वारि वर्णसमूहः सो आव् कस्य स्थाने भवति औस्थाने भवति सो वाट् विल् बि दवौ यकारः व अपि च औ यवौ तयोः यवौ अचि तयोः विसर्गस्य रेफादेशः यवौ यवौ अचि सो यवौ स्थाने यवाव आव संहितायां सूत्रविषये इदानीं मास्तु चिन्तनं परन्तु संहितायाम् इति तृतीय अधिकारसूत्रम् अष्टाध्यायीग्रन्थे संहितायाम् इति यः पदमस्ति सः त्रिवारं तत्र आयाति अधिकाररूपेण आयाति एकमस्ति अच् सन्धिविषये तत्रापि संहितायां कार्यं विसर्गसन्धिविषये अपि संहितायां कार्यं भिन्नभिन्नस्थलेषु अस्ति एतानि सूत्राणि अच् सन्धि भिन्नस्थले आम् सो देट् इस् वै दियर् आर् द सूत्र इस् थ्री टैम्स् संहितायां तत्र सूत्रत्रयम् अधिकारसूत्रत्रीणि तत्र सन्ति सूत्राणि त्रीणि अत्र अष्टाध्याये अपि बिकास् हलसन्धिसूत्राणि अष्टाध्याये त्रिपाद्याम् अतः अत्रापि संहितायाम् इति सूत्रस्य आवश्यकता अतः एतत् अधिकारसूत्रं सो संहितायाम् इत्यस्य अधिकारः इति लिखितम् अग्रे पठतु अनुवृत्तिसहितसूत्रम् अनुस्वारस्य परसवर्णाय अनुस्वारस्य अनुस्वार यदा संहितायां परस् आगच्छति तदा अनुस्वारस्य इति कीदृशं पदम् अनुस्वारस्य षष्ट्यन्तम् अस्ति चेत् सम्बन्धः अस्ति आपदान्तस्य अत्र दृश्यतु भगिनि आपदान्तस्य महा अपदान्तस्य मह अपि च नः अत्र सम्बन्धः दृश्यते अपदान्तस्य मह मह अपि षष्ठ्यन्तं सो अत्र विशेषणविशेषभावः सम्बन्धः अस्ति अपदान्तस्य अपि च मह मध्ये सम्बन्धः परन्तु अत्र अनुस्वारस्य अत्र कोऽपि अन्यत् षष्ठ्यन्तं पदमस्ति वा नास्ति सो अत्र सम्बन्धः न दृश्यते यत्र यत्र षष्ट्यन्तं पदः तत्र सम्बन्धः न दृश्यते तत्र सामान्यतया षष्ट्यन्तं पदः किं भवति स्थानी भवति किं सूत्रं किं भगिनि षष्ठीस्थाने योगा परिभाषासूत्रं षष्ठीस्थाने योगा सो यत्र षष्ठ्यन्तं पदः योगः तत्र सम्बन्धः नास्ति तत्र षष्ठ्यन्तं स्थानि भवति अत्रापि अनुस्वारः स्थानिवर्णः सो अनुस्वारस्य स्थाने किम् आगच्छति चेत् परः यै आगच्छति चेत् आदेशः कस्य अनुस्वारस्य स्थाने किम् आदेशः परसवर्णः किमर्थं पञ्चमवर्णः वर्गे वर्गे वर्णः अस्ति तस्य पञ्चमवर्णः आगच्छति न अत्र पञ्चमी किमपि लिखितमस्ति वा पञ्चमवर्णः परसवर्ण इति लिखितमस्ति परः परः इत्युक्ते किम् अत्र भगिनि अनन्तरं साक्षात् परः अत्र दिक् दिशा अनुस्वारस्य साक्षात् परे उत्तरे अनुस्वारस्य उत्तरे यः वर्णः अनुस्वारस्य बिकास् अनुस्वारस्थानि अनुस्वारः अपि भिन्नवर्णः अनुस्वारविसर्गः भिन्नभिन्नवर्णाः अनुनासिक् प्रभेदः अनुनासिक् इस् अ टैप् आफ् वर्णः अनुस्वारः इस् अ वर्णः इट् इस् अन् अल्फाबेट् विसर्गः इस् अन् अल्फाबेट् सपरेट् अल्फाबेट् सो अनुस्वारस्य परे उत्तरे यः वर्णः तस्य सवर्णः तस्य सवर्णः आगच्छति परन्तु सः परवर्णः किं भवेत् परवर्णः अनुस्वारस्य परे कीदृशवर्णः भवेत् तदा एव कार्यम् सो यै प्रत्याहारे के के वर्णाः भगिनी वदतु अनुसूय भगिनी वदतु सर्वे हलवर्णाः शोः विहाय वर्जयित्वा ऊष्मान् विहाय ऊष्मान् विहाय सर्वाणि व्यञ्जनानि यै प्रत्याहारे हयवरटसि हयवरट अपि च तत्र द्वितीययकारः कुत्र आयाति नास्ति हा नास्ति किं आरभ्य य आरभ्य य पर्यन्तं कपै कपै अनन्तरं शशसर् हल् शशसर् हल् कपै इस् द 12th शशसर् इस् 13th एण्ड् हल् इस् 14th सो 13th 14th विहाय अतः ऊष्मान् विहाय सर्वाणि व्यञ्जनानि अपि च हकार विहाय एतादृशः वर्णः परे अस्ति चेत् तस्य सवर्ण आदेशः भवति परे यः वर्णः सवर्णः इत्युक्ते किं भगिनि सवर्णः इति एकं संज्ञा अस्ति तस्य कृते सूत्रं किं सूत्रमहं विस्मरामि महोदय स्मार्यति वा तुल्यास्य प्रयत्नं सवर्णम् तुल्यास्य प्रयत्नम् इत्युक्ते अत्र प्रयत्नमपि अस्ति आस्य अपि अस्ति तुल्य अपि अस्ति सो उच्चारण आस्य इत्युक्ते मुखे उच्चारणस्थानानि कुत्र मुखे अस्ति कण्ठ तालु मूर्धा दन्त्य ओष्ठ एते सर्वे आस्य स्थानानि उच्चारणस्थानानि तुल्य आस्य प्रयत्नमपि समानं भवेत् प्रयत्नं समानं नास्ति चेत् तत्र सवर्णः न भवितुं शक्नोति इत्युक्ते अकुः विसर्जनीयकण्ठः अकारः हकारस्य सवर्णं नास्ति कु इति अपि यद्यपि उच्चारणस्थानं समानं तथापि सवर्णः न कु इत्यस्य हकार तत्र अकारः सवर्णं नास्ति किमर्थं चेत् तत्र प्रयत्नं विवृत् स्वराणां विवृत् वी हेव् टु ओपन् द माौत् वेन् वी हेव् टु से द स्वरा परन्तु कु कु इस् स्पृश् व्यञ्जनः सो दियर् द प्रयत्नम् इस् नाट् समानम्. सो सवर्ण इस् यस्य उच्चारणस्थानम् अपि च प्रयत्नं समानम् अस्ति तादृशवर्णः एव सवर्णः इति उच्यते. सो परे यः वर्णः तस्य सवर्ण आदेशः भवति. परन्तु अत्र स्थानीवर्णः कः भगिनि? स्थानीवर्णः न न अस्मिन् सूत्रे स्थानीवर्णः कः? अनुस्वारः. अनुस्वारस्य उच्चारणस्थानं किं भगिनि? नासिका. अनुस्वारस्य नासिका, कण्ठ नास्ति, केवलं नासिका. अनुस्वारस्य नासिका उच्चारणम् उच्चारणस्थानं. सो यः यस्यः स्थानीवर्णः सः नासिकावर्णः. नासिकावर्णः अस्ति चेत् परे यः यै वर्णः तस्य सवर्ण आदेशः. तत्तु सत्यं. सपोज् परे पकारः अस्ति, पकारस्य सवर्णानि कानि भगिनि? पकारस्य न पकारस्य सवर्णानि प अपि अस्ति, प फ ब भ म, एते चत्वारि. बकारः अपि पकारस्य सवर्णं. प फ ब भ म. किमर्थं मकारः एव आयाति, किमर्थं ब न आयाति, किमर्थं भकारः? बिकास् दिस् सूत्र सेस् परे यः यै वर्णः तस्य सवर्णः आदेशः भवति. सो पकारः परे अस्ति चेत् तत्र यै वर्णः, तत्तु सत्यं. पकारस्य सवर्णः इति सूत्रं वदति, पकारस्य सवर्णः इति आदेशरूपेण आगन्तुं शक्यते. पकारस्य सवर्णः फकारः अपि अस्ति, बकार अल्पपान् बकारः अपि अस्ति, महाप्राण बकारः अपि अस्ति. स्थाने आगच्छति खलु, आगन्तुं शक्यते. स्थानं नासिका अनुस्वारस्य अपि पञ्चमवर्णस्य अपि स्थानं नासिका. अनुस्वार इत्युक्ते नासिकस्थानं अस्ति खलु. सूत्रं किं? वाट् वी आर् रीडिङ्ग्? वी आर् रीडिङ्ग् पाणिनि. सत्यं. स्थाने अन्तर्तमः. सम्यक्. स्थाने अन्तर्तमः. यस्य स्थाने आदेशः तस्य, यदि तत्र सि अत्र एकमेव स्थानीवर्णः अनुस्वारः, तस्य कृते तत्र पञ्च आदेशाः, प फ ब भ म. सो प फ ब भ म, एतेषु कः वर्णः आदेशरूपेण आगन्तुं शक्यते? कथं निर्णयं कुर्मः? स्थाने अन्तर्तमः. यस्य स्थाने आदेशः तस्य तुल्यतमवर्णः, तस्य तुल्यतमवर्णः एव आगन्तुं शक्यते. प तुल्यतम नास्ति, म अपि नास्ति, फ अपि नास्ति, भ अपि नास्ति, केवलम् अन्तिमवर्गीयपञ्चम मकारः एव तुल्यतमवर्णः. किमर्थं चेत् मकारः न केवलम् ओष्ठवर्णः, नासिका च, तस्य उच्चारणस्थानं नासिका च. अनुनासिकव्यञ्जनानां न केवलं कण्ठ, तालु, मूर्धा, दन्त्य, ओष्ठ, परन्तु नासिका च इति तत्र नासिका अपि अस्ति. अतः केवलं वर्गीयपञ्चमवर्णः एव आदेशरूपेण आगन्तुं शक्यते. कस्य स्थाने? अनुस्वारस्य स्थाने. परन्तु सूत्रे तु किमपि न लिखितं. सूत्रे लिखितं सवर्णः, यै वर्णस्य सवर्णः आदेशरूपेण. परन्तु तत्र परिभाषासूत्रस्य आवश्यकता किमर्थं चेत् अत्र अस्मिन् कार्ये भ्रमः जायते. अनुस्वारस्य स्थाने कीदृशवर्णः आदेशरूपेण आगन्तुं शक्यते? यस्मिन् यस्मिन् विधिसूत्रे कार्यस्य कृते भ्रमः जायते तत्र परिभाषासूत्रम् आगत्य सहायता करोति. अतः अत्र कस्य परिभाषासूत्रस्य आवश्यकता? स्थाने अन्तर्तमः. आदेशः एकमेव वर्णः, स्थानी एकमेव वर्णः, आदेशः पञ्चवर्णः. अतः स्थाने अन्तर्तमः इत्यनेन तुल्यतमवर्णः एव आदेश स्थानि स्थानि आगन्तुं शक्यते, अतः केवलं म एव, अतः तत्र कम्प भवति, न तु भ न तु फ इति भवति. देट् इस् इदानीम् अनुसूय भगिनी सूत्रस्य स्वशब्दैः किम् अर्थं तत् वदतु भगिनि. अनुसूय भगिनी वदतु. कोऽपि आगतवन्तः पुरसवर्णः इत्युक्ते अनुस्वारोत्तरः यः वर्णः तस्य सवर्णः. सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते. न न तत्र न भगिनि, इदानीम् अनुस्वारस्य यै परस्वर्णः इति सूत्रस्य एकेन वाक्येन वदतु कः अर्थः. यदा अनुस्वारस्य यै परस्वर्णा संहितायाम् इत्युक्ते अनुस्वारस्य स्थाने यदा यै आगच्छति तदा अनुस्वारस्य स्थानान्तरतमः वर्णः आगच्छति इति संहितायां यदा समीपे एव अस्ति तर्हि. पुनः वदतु. अनुस्वारस्य स्थाने यदा यै परस्वर यै वर्णः आगच्छति संहितायाम् आगच्छति. अनुस्वारस्य स्थाने अनुस्वारस्य परे यदि यै आगच्छति यै समीपे आगच्छति तदा अनुस्वारस्य स्थाने तस्य स्थानान्तरतमः वर्णः आगच्छति इति परसवर्ण आदेशः. अनुस्वारस्य परे कोऽपि यै वर्णः अस्ति चेत् तत्र अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति इति सूत्रस्य अर्थः. अनुस्वारस्य परे कोऽपि यै वर्णः अस्ति चेत् अत्र पदान्ते अपदान्ते किमपि न लिखितम्. अनुस्वारस्य परे कोऽपि यै प्रत्याहारस्य वर्णः अस्ति चेत् तस्य परसवर्ण आदेशः भवति. कस्य अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति कदा यै प्रत्याहारस्य वर्णे परे शस्यसः परे न भवति. शस्यसः परे अस्ति चेत् तत्र परसवर्ण आदेशः. किमर्थं शस्यसः परे अस्ति चेत् परसवर्ण आदेशः न भवति. तत्तु सत्यं परन्तु किमर्थं तत्तु सत्यं शकारस्य कोऽपि सवर्णः नास्ति. सकारस्य कोऽपि सवर्णः नास्ति. हकारस्य सवर्णः नास्ति. महोदय यवरल वर्णस्य अपि सवर्णः अस्ति अस्ति परन्तु अवर्गीयव्यञ्जनानि खलु भगिनि. अवर्गीयव्यञ्जनानि परन्तु तत्र यवर् यवल यवल य व अपि च ल एते अन्तस्थानां तत्र अनुनासिकप्रभेदः अपि यं वम् अपि च लम् तत्र एतेषां केवलं अवर्गीयव्यञ्जनेषु केवलं यकार वकार लकारस्य एव अनुनासिकप्रभेदः, अन्येषाम् अनुनासिकप्रभेदः नास्ति. अतः तत्र किं तत्र इदानीं कः प्रश्नः अनुनासिकव्यञ्जनानि कति इति प्रश्ने सति चेत् कति अनुनासिकव्यञ्जनानि कः वदति का वदति अनुनासिकव्यञ्जनानि इदानीं तु मया उक्तं न खट स्वराणां कृते अपि अस्ति न स्वराणां विषये त्यजतु अनुनासिक व्यञ्जनानि कति इति मम प्रश्नः अष्ट दट् इस् द करेक्ट् आन्सर् इदानीं पर्यन्तं वर्गीयव्यञ्जनेषु वर्गीयपञ्चम अनुनासिक प्रभेदः परन्तु इदानीं जानीमः न यकारस्यापि अनुनासिक प्रभेदः वकारस्यापि अनुनासिक प्रभेदः लकारस्यापि अनुनासिक प्रभेदः पञ्च प्लस् त्रि फैव् प्लस् त्रि एय्ट् फैव् प्लस् त्रि एय्ट् सो वर्गीयव्यञ्जनेषु व्यञ्जनेषु तत्र अष्ट व्यञ्जनानि अनुनासिक व्यञ्जनानि विल् बि द करेक्ट् आन्सर् फैव् प्लस् त्रि एय्ट् रिमेम्बर् देट् आल्सो ओके यै प्रत्याहारे रेफः अपि अस्ति किन्तु रेफस्य किमपि अनुनासिक नास्ति नास्ति परन्तु तत्र तादृश कोऽपि पदमेव नास्ति यत्र रकारः कत्र रकारस्य कृते अन्यानि सूत्राणि सो रेफः यद्यपि तत्र अनुनासिक प्रभेदः नास्ति परन्तु रकारस्य विषये तत्र अन्यानि सूत्राणि सन्ति प्रत्याहारे हा र अस्ति र अपि अस्ति परन्तु रकारस्य अनुनासिक प्रभेदः नास्ति सो रकारः इत्युक्ते रकारः अपि तत्र न मा भवेत् मा भवेत् परन्तु बिकास् देट् इस् इन् द मिडल् एण्ड् फार् रकारः देर् आर् अदर् कार्यास् फार् रकारः सो एण्ड् देर् इस् नो पद वयर् अनुस्वारस्य परे रकारः अस्ति चेत् सः अपि तथैव तिष्ठति तत्रापि कार्यं न करणीयं यदि आयाति चेत् परन्तु य व र ल इत्यस्य अनुनासिक प्रभेदः अस्ति देट् इस् वै हि हेज़् इन्क्लूडेड् दिस् यै सो अनुस्वारस्य यै परस्वर्णः इति सूत्रम् इदानीं परसवर्णविषये इदानीं तु समयः अभवत् होप् वी आर् नाट् गोयिङ्ग् वेरि स्लो बट् बिकास् सम्टैम्स् ऐ फील् वी हेव् रेड् ओन्ली टु ओन् छेदस् That is why this prashna comes to my mind. Okay, astu idanin tatra shanti mantram patham. Idanin samaye putrah agachadi che sasmanishya ati charcha bhavadi satkaram tatkarneena tatra close ayate. No problem. I thought ki maybe you are thinking we are going very slow. That's why I asked this question. Samagra chintan bhavadi astu vani. जगदीश महोदय शान्तिमन्त्रं पठति वा महोदय अवश्यम् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओं श्रीगुरुभ्यो नमः हरि ओं तत्सत् नमस्कारः धन्यवादाः पुनः मिलामः तस्ति नमस्कारः महोदय धन्यवादः धन्यवादः महोदय धन्यवादः